पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 28 नारद उवाच तदो गच्छेदधर्मज्ञधर्मतीर्थं पुरातनं यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः आसप्तमं कुलं चैव पुनीदे नात्र संशयः ततो गच्छेदधर्मज्ञकलापवनमुत्तमं कृच्छ्रेण महदागत्वा तत्र स्नात्वा समाहितः अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति सौगन्धिकं वनं राजंस्ततो गच्छेदमानवः यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः सिद्धचारणगन्धर्वा किन्नराः स महोरगाः तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ततो हि सा सरिश्रेष्ठ नदीनामुत्तमा नदी प्रक्षा देवी स्मृदा राजन्महापुण्या सरस्वती तत्राभिषेकं कुर्वेद वल्मीकान्निःसृते जले अर्चयित्वा पितृन् देवानश्वमेधफलं लभेद ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभं षड्गुणं यन्निपातेषु वल्मीकादिनिश्चयः कपिलानां सहस्रं च वाजिमेधं च विन्दति तत्र स्नात्वा नरव्याघ्र दृष्टमेदत्पुरातनैः सुगन्धां शतकुम्भां च पञ्चयज्ञं च भारद अभिगम्य नरश्रेष्ठस्वर्गलोके महीयते त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभं तत्राभिषेकं कुर्वीद पितृदेवार्चने रदः गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ततो राजगृहं गच्छेद्देव्यास्थानं सुदुर्लभं शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता दिव्यं वर्षसहस्रं च शाकेन किल भारत आहारं सा कृतवती मासि मासि नराधिप ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः आतिथ्यं च कृतं तेषां शाकेन किल भारत ततशाकम्भरीत्येवं नाम तस्याः प्रतिष्ठितं शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः त्रिरात्रमुषितशाकं भक्षयेन्नियतशुचिः शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिफलं तत्फलं तस्य भवति देव्याश्चन्देन भारत ततो गच्छेत् सुवर्णाख्यं त्रिषु लोकेषु विश्रुतं यत्र कृष्णप्रसादार्थं रुद्रमाराधयत्पुरा वरांश्च सुबल्लल्लेभे देवैरपि सदुर्लभान् उक्तश्च त्रिपुरघ्नेन परितुष्ठेन भारत अपि चात्मा प्रियतरो लोके कृष्ण भविष्यति त्वन्मुखं च जगत्कृष्णं भविष्यति न संशयः तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् अश्वमेधमवाप्नोति गाणपत्यं च विन्दति धूमावधिं ततो गच्छेत्त्रिरात्रमुषितो नरः मनसा प्रार्थितान् काल्लभदे नात्र संशयः देव्यास्तु दक्षिणार्थे नरधावर्तो नराधिप तत्रागत्य तु धर्मज्ञश्रद्धधानो जितेन्द्रियः महादेवप्रसादेन गच्छेद परमां गतिं प्रदक्षिणमुपावृत्य गच्छेद भरदर्षभ ॐ